किञ्च प्रशान्तात्मा विगतभिः ब्रह्मचारिं व्रते स्थितः मनः संयम्यमच्चित्तो युक्त आसीत् मत्परः। प्रशान्तात्मा प्रकर्षेण शान्तः आत्मा अन्तःकरणं यस्य सोऽयं प्रशान्तात्मा। विगतभिः विगतभय ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषभिक्षान्नभुक्त्यादि तस्मिन् स्थितः तदनुष्ठाता भवेदित्यर्थः। किञ्च मनस्संयम्य मनसः वृत्तिः उपसंवृत्य इत्येतत्। मच्चित्तः मयि परमेश्वरे चित्तं यस्य स्वयं मच्चित्तः युक्तः समाहितस्सन् आसीत उपविशेत्। मत्परः अहं परो यस्य स्वयं मत्परो भवति। कश्चित् रागी स्त्रीचित्तः न तु स्त्रियमेव परत्वेन गृह्णाति, किं तर्हि राजानं महादेवं वा? अयं तु मच्चित्तो मत्परश्च। अथ इदानीं योगफलमुच्यते, युञ्जन्नेवं सदात्मानं योगी नियतमानसः शान्तिं निर्वाणपरमां मत्स्थं स्तामधिगच्छति। युञ्जन् समाधानं कुर्वन् एवं यथोक्तेन विधानेन सदा आत्मानं सर्वदा योगी नियतमानसः नियतं संयतं मानसं मनो यस्य स्वयं नियतमानसः शान्तिम् उपरतिं निर्वाणपरम निर्वाणं मोक्षः तत्परमानिष्ठा यस्याः शान्तेः सा निर्वाणपरम तां निर्वाणपरम मत्संस्था मदधीनाम् अधिगच्छति प्राप्नोति। इदानीं योगिनः आहारादिनियमः उच्यते, नात्यश्नतस्तु योगोऽस्ति न चैकान्तं मनश्नतः न चाधिस्वप्नशीलस्य जाग्रतो नैव चार्जुन। न अत्यश्नतः आत्मसंमितम् अन्नपरिमाणम् अतीत्यश्नतः अत्यश्नतः न योगः अस्ति न च एकान्तं मनश्नतः योगः अस्ति। यदुहवा आत्मसंमितम् अन्नं तदवति तन्न हिनस्ति, यद्भूयो हिनस्ति, तद्यत्कनीयो अन्नं न तदवति इति श्रुते। तस्मात् योगी न आत्मसंमितात् अन्नात् अधिकं न्यूनं वा अश्नीयात्। अथवा योगिनः योगशास्त्रे परिपीडित अन्नपरिमाणम् अतिमात्रम् अश्नतः योगो नास्ति। उक्तं हि अर्धं सव्यञ्जन अन्नस्य तृतीयम् उदकस्य च वायोः सञ्चरणार्थं तु चतुर्थम् अवशेषयेत् इत्यादि परिमाणम्। तथा न च अतिस्वप्नशीलस्य योगो भवति, नैव च अतिमात्रं जागृतो भवति च अर्जुन। कथं पुनः योगो भवति इत्युच्यते, युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः। युक्ताहारविहारस्य आक्रियते इति आहारः अन्नं विहरणं विहारः पादक्रमः तौ युक्तौ नियतपरिमाणं यस्य सः युक्ताहारविहारः तस्य। तथा युक्तचेष्टस्य युक्ता नियताचेष्टा यस्य कर्मसु तस्य। तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नश्च अवबोधश्च तौ नियतकालो यस्य तस्य। युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनः योगो भवति दुःखः। दुःखानि सर्वाणि हन्ति इति दुःखः, सर्वसंसारदुःखक्षयकृत्योगः भवति इत्यर्थः। अथ अधुना कदा युक्तो भवति इत्युच्यते, यदा विनियतं चित्तम् आत्मन्येवावतिष्ठते निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा। यदा विनियतं विशेषेण नियतं संयतम् एकाग्रतामापन्नं चित्तं हित्वा बाह्यार्थचिन्तां आत्मनि एव केवले अवतिष्ठते स्वात्मनि स्थितिं लभते इत्यर्थः। निःस्पृहः सर्वकामेभ्यः निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः सः युक्तः समाहितः इत्युच्यते तदा तस्मिन् काले। तस्य योगिनः समाहितं यच्चित्तं तस्य उपमा उच्यते यथा दीपो निवातस्थो निङ्गते सोपमा स्मृतः योगिनो यथचित्तस्य युञ्जतो योगमात्मनः। यथा दीपः प्रदीपः निवातस्थः निवाते वातवर्जिते देशे स्थितः न इङ्गते न चलति सा उपमा उपमीयते अनया इति उपमा योगज्ञैः चित्तप्रचारदर्शिभिः स्मृता चिन्तित योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगम् अनुतिष्ठतः आत्मनः समाधिम् अनुतिष्ठतः इत्यर्थः। एवं योगाभ्यासबलात् एकाग्रीभूतं निवातप्रदीपकल्पं सतु यत्रोपरमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति। यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचारं योगसेवय योगानुष्ठानेन यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःकरणेन आत्मानं परं चैतन्यं ज्योतिस्वरूपं पश्यन् उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिं भजति। किञ्च सुखमात्यन्तिकं यत् बुद्धिग्राह्यमतीन्द्रियं वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः। सुखम् आत्यन्तिकम् अत्यन्तमेव भवति इति आत्यन्तिकम् अनन्तम् इत्यर्थः। यत्र बुद्धिग्राह्यं बुद्ध्या एव इन्द्रियनिरपेक्षया गृह्यते इति बुद्धिग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम् अविषयजनितम् इत्यर्थः। वेत्ति तत् ईदृशं सुखम् अनुभवति यत्र यस्मिन् काले न च एव अयं विद्वान् आत्मस्वरूपे स्थितः तस्मान्नैव चलति तत्त्वतः तत्त्वस्वरूपात् न प्रत्यवदे इत्यर्थः। किञ्च यं लब्ध्वा चापरं लाभं मन्यतेनाधिकं ततः यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते। यं लब्ध्वा यम् आत्मलाभं लब्ध्वा प्राप्य च अपरम् अन्यत् लाभं लाभान्तरं ततः अधिकम् अस्ति इति न मन्यते न चिन्तयति। किञ्च यस्मिन् आत्मतत्त्वे स्थितः दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महता अपि न विचाल्यते। यत्रोपरमते इत्यादि आरभ्य यावद्भिः विशेषणैः विशिष्ट आत्मावस्थाविशेषः योगः उक्तः। तं विद्या दुःखसंयोग वियोगं योगसंहितं स निश्चयेन योक्तव्यो योगो निर्विण्णचेतसा। तं विद्या द्विजानीयां दुःखसंयोगवियोगं दुःखैः संयोगः दुःखसंयोगः तेन वियोगः दुःखसंयोगवियोगः। तं दुःखसंयोगवियोगं योग इत्येव संहितं विपरीतलक्षणेन विद्या विजानीयादित्यर्थः। योगफलम् उपसंवृत्य पुनः अन्वारम्भेण योगस्य कर्तव्यता उच्यते निश्चय अनिर्वेदयोः योगसाधनत्वविधानार्थं। स यथोक्तफलो योगः निश्चयेन अध्यवसायेन योक्तव्यः अनिर्विण्णचेतस न निर्विण्णम् अनिर्विण्णं किं तं चेतः तेन निर्वेदरहितेन चेतसा चित्तेन इत्यर्थः। किञ्च सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्रामं विनियम्य समन्ततः। सङ्कल्पप्रभवान्, सङ्कल्पः प्रभवः येषां कामानां ते सङ्कल्पप्रभवः कामः, तान् त्यक्त्वा परित्यज्य सर्वान् अशेषतः निर्लेपेन, किञ्च मनसा एव विवेकयुक्तेन इन्द्रियग्रामम् इन्द्रियसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात्। शनैः शनैरुपरमे बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेन्। शनैः शनैः न सहसा उपरमे उपरतिं कुर्यात्। कया? बुद्ध्य। किं विशिष्टया? धृतिगृहीतया। धृत्या धैर्येण गृहीतया, धृतिगृहीतया धैर्येण युक्तया इत्यर्थः। आत्मसंस्थम्, आत्मनि संस्थितम्, आत्मैव सर्वं, न ततो अन्यत् किञ्चिदस्ति इत्येवम् आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्। एष योगस्य परमो विधिः। तत्र एवम् आत्मसंस्थं मनः कर्तुं प्रवृत्तो योगी यतो यतो निश्चरति मनश्चञ्चलमस्थिरं ततस्ततो नियम्यैतम् आत्मन्येव वशं नयेन्। यतो यतः यस्मान् यस्मान् निमित्ता शब्दादेः निश्चरति निर्गच्छति स्वभावदोषः मनः चञ्चलम् अत्यर्थं चलम् अत एव अस्थिरं ततस्ततः तस्मात् तस्मात् शब्दादेः निमित्तं नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैराग्यभावनया च एतत् मनः आत्मनीयं वशं नये आत्मवश्यताम् आपादयेत्। एवं योगाभ्यासबलान् योगिनः आत्मनि एव प्रशाम्यति मनः।